तर्हि अस्माकं न्यायवर्गे सर्वेषां स्वागतम्. इदानीम् अस्माकं विषयः अस्ति अन्यता सिद्धनिरूपणम् इति. तत्र पञ्चविध अन्यतासिद्धयः इति वयं पूर्वं दृष्टवन्तः. तत्र पञ्चम अन्यता सिद्धिः इति प्रसङ्गे स्मः वयम् इदानीम्. अत्र पञ्चमविधस्य लक्षणवाक्यमपि वयं दृष्टवन्तः. तत्र यत्र अवश्यक्लुप्तनियत्रपूर्ववर्तिनः इति अस्ति, तत्र ते एव कार्यस्य कारणं. तद्भिन्नं यत्किमपि अस्ति तत्सर्वं अनावश्यकम् इत्युक्ते तत्र तत्सर्वम् अन्यतासिद्धमेव, तस्य कार्यस्य कारणम् इति भागं न वहति तत् इति वयं दृष्टवन्तः. तत्र इदानीं तदनन्तरं तत्र नियतावश्यकपूर्वभाविनः इत्युक्ते किम् इति किञ्चित् वयं दृष्टवन्तः. तर्हि राजेन्द्रमहोदय, भवान् वदति वा तत्र नियतावश्यकपूर्वभाविनः इत्युक्ते अथवा अवश्यक्लुप्तनियतपूर्ववर्तिनः इत्युक्ते किम् इति? तत् वदनेन अस्माकम् अभिप्रायः अस्ति यथा यत्किमपि कारणत्वेन स्वीकुर्मः सा वस्तु आवश्यक अपि भवेत्, अपि च नियतपूर्ववर्ती अपि भवेत्. तत् यदि सा वस्तु आवश्यकं नास्ति नियतपूर्व भवेत् अपि तथापि तथा तत्र अन्यथा सिद्धा एव. यत्किमपि आवश्यकं नास्ति नियतपूर्ववर्ति नास्ति तत् भिन्न, यत्किमपि तत् कार्यस्थले भवेत् सर्वे तत्र अन्यथा सिद्धा एव सन्ति. सत्यम्. इत्युक्ते तत्र केवलं एतावत्पर्यन्तं वयं नियतपूर्ववर्ति इति दृष्टवन्तः. तत्र न केवलं नियतपूर्ववर्ति इति, परन्तु आवश्यकः अपि भवेत् इति खलु. तर्हि तत्र येन तत्र पिपीलिका अथवा रासभः इति यत्किमपि अस्ति तत्सर्वं तत्र अन्यता सिद्धिः इति तस्य सः अन्यतासिद्धिः भवति, यतोहि इदानीं यदि आवश्यकता नास्ति तस्मिन् इति कृत्वा. तर्हि तत्र लागमम् इति प्रसङ्गः आगतः. तर्हि तस्य अवगमनार्थं वयं प्रत्यक्षम् इति दृष्टान्तः अपि किञ्चित् तस्मिन् विषये अपि वयं चर्चितवन्तः. तत्र प्रत्यक्षम् इति कार्यम् इति चेत् तत्र तस्य कारणं किम् इति. तत्र यत्र यद्वस्तु प्रत्यक्षत्वेन प्रतीयते तस्य तत्र कारणत्वेन विषयद्वयमस्ति खलु. इत्युक्ते तत्र अनेकद्रव्यत्वम् इति अपि वक्तुं शक्नुमः, अथवा महत्परिमाणम् इति अपि वक्तुं शक्नुमः. तर्हि तयोः मध्ये किं कारणं भवति, किम् अन्यतासिद्धम् इति प्रश्ने सति तत्र उक्तवन्तः महत्त्वमेव कारणं. यत्र यत्र महत्परिमाणम् अस्ति तत्र प्रत्यक्षं भवति, यत्र तादृशमहत्परिमाणं नास्ति तत्र न प्रत्यक्षम् इति कृत्वा अनेकद्रव्यत्वम् इति इदानीम् अन्यतासिद्धम् इति वयं उक्तवन्तः. इत्युक्ते अनेकद्रव्यत्वम् इति अतिरिक्तम् इति कृत्वा अन्यतासिद्धम् इति उक्तवन्तः. तर्हि तत्र प्रतिपक्षी आगत्य आक्षिपति यत् किमर्थं तत्र महत्त्वम् इति तादृशं स्वीकृतम्, अनेकद्रव्यत्वं किमर्थं नास्ति इति. तत्र केनोपायेन तादृश स्वीकार्यम् अभवत् इति सः पृच्छति. तत्र अग्रे तत्र लाघवस्य प्रसङ्गः आगच्छति. तर्हि एतावत्पर्यन्तं वयं गते सप्ताहे अधीतवन्तः, तावत्पर्यन्तं प्रश्नः अस्ति वा अथवा नो चेत् अग्रे गन्तुं शक्नुमः? अत्र मम प्रश्नः अस्ति एकः, मम स्पष्टता नास्ति यद् कारणं वा अन्यथा सिद्धम् इति द्वयमेव तत्र अस्ति, वा कारणम् अन्यथा सिद्धम् अपि च कोऽपि सम्बन्धः एव नास्ति इति तृतीयमपि अस्ति तत्र पदार्थेषु कारणत्वेन. मम अवगमनम् अस्ति यद्यत् कारणं नास्ति तत्सर्वम् अन्यथा सिद्धम् इति, तदेव तत्र पञ्चमलक्षणवाक्ये अपि अस्ति खलु, अवश्यक्लुप्तनियतपूर्ववर्तिनः एव कार्यसम्भवे तद्भिन्नम् अन्यथा सिद्धमिति अर्थः. तर्हि तद्भिन्नम् इति अत्र यत् कारणं नास्ति कारणात् यद् भिन्नम् अस्ति तत्सर्वम् इति अन्तर्भवति इति मम अवगमनम्. इत्युक्ते यद्यत् कारणं नास्ति तत्सर्वम् अन्यथा सिद्धं, यत्किमपि तद् भवतु, सम्बन्धः भवतु वा तस्य तेन वा न भवतु इति प्रायः. इत्युक्ते तत्र सम्बन्धः नास्ति चेत् प्रायः तादृशचिन्तनमपि न स्यात् खलु. इत्युक्ते तत्र घटनिर्माणम् अस्ति चेत् तत्र कारणम् इत्युक्ते घटनिर्माणस्य कृते पटः इति कारणम् इति एव वयं प्रायः, अथवा तन्तुः इति कारणम् इति एव वयं न चिन्तयामः. परन्तु यत्र तत्र नियतपूर्ववर्ती इति भवति तत्रैव तत् कारणं भवति वा न वा इति किञ्चित् प्रश्नः उदेति, तत्रैव तत्र कारणम् अन्यथा सिद्धम् इति वयं चिन्तनं कुर्मः. अन्यत् सर्वं तु तत्र तादृशप्रसङ्गः एव न उदेति इति कृत्वा प्रायः तथा न उक्तम्, परन्तु तथा स्यात्. इत्युक्ते घटनिर्माणस्थले तन्तुः अस्ति चेत् तदा तन्तुः अपि अन्यथा सिद्धमेव भवति खलु इति कृत्वा, यद्यत् कारणं नास्ति तत् सर्वम् अन्यथा सिद्धम् इति एव. अपि च भगिनी, नियतपूर्ववृत्ति अस्ति अपि तथापि तत् कारणं न भवति यथा सः आवश्यकः नास्ति. सत्यं सत्यम् आवश्यक सत्यं तदेव खलु. इत्युक्ते नियतपूर्ववर्ती अस्ति चेदेव प्रश्नः उदेति, नो चेत् कारणं वा न वा इति प्रश्नः एव न उदेति. भगिनी सम्यक् अस्तु अस्तु, तर्हि अग्रे सरेम. राजेन्द्रमहोदय भवान् पठति वा? भगिनी कुतः अस्य समाधानत्वेन त्रिविध आमां लब्धम्? अस्य समाधानत्वेन त्रिविधलाघवस्य प्रथमविधं शरीरकृतलाघवं सिद्धान्तिनः उपयुज्यते. अत्र पूर्वम् अस्माभिः पठितं तत्र उपस्थितिकृतलाघवं शरीरकृतलाघवम् अपि च अन्यत् अपि सम्बन्धकृतलाघवं सन्ति. इदानीम् अस्माकं तत्र शरीरकृतलाघवं कथं साधयामः तस्य उल्लेखः अत्र भवति. प्रथमतया इतोपि काचित् पृष्ठभूमिः अपेक्षिता. प्रत्यक्षं केषां भवति? त्रय अणुकात् आरभ्य प्रत्यक्षम् इत्युक्तं, परमाणोः द्वय अणुकस्य च प्रत्यक्षं न भवति. तर्हि प्रत्यक्षं प्रति एतादृशं कारणं वक्तव्यं येन परमाणोः द्वय अणुकस्य च प्रत्यक्षं वार्येत्. त्रयणुके महत्त्वम् अपि अस्ति, अनेकद्रव्यवत्वम् अपि अस्ति, द्वयम् अपि अस्ति, द्वयमपि अस्ति, अन्योः मध्ये कस्य कारणतं स्वीकर्तव्यम्? अत्र प्रश्नः उदेति यथा प्रत्यक्षं कस्यपि वस्तुनि प्रत्यक्षं जातं भवति, तथा सः प्रत्यक्षं तु इदानीपर्यन्तं वयं पठितवन्तः. त्रयोनुकात् आरभ्य अपि एव प्रत्यक्षं भवति, परमाणोः द्वयोनुकश्च प्रत्यक्षं न भवति. तर्हि तत् कथं परमाणोः अपि च दैनिकस्य प्रत्यक्षं न भवति, तस्य कारणं किम् अस्ति, त्राय अनुज्ञेयतु महत्त्वमपि अस्ति, अनेके द्रव्यत्वमपि अस्ति. इदानीं द्वौ अपि क्षम्यतां वदतु महोदय. इदानीं त्रायणिके महत्त्वमपि अस्ति, अनेके द्रव्ययुक्तम् अपि अस्ति, परन्तु द्वयोः मध्ये मध्ये कस्य कारणतां स्वीकर्तव्यं, तत्र प्रश्नः उदेति. प्रत्यक्षस्य प्रत्यक्षं प्रति महत्त्वं कारणम् अस्ति वा, अपि च अनेक द्रव्ययुक्तं कारणम् अस्ति, तत् सः प्रश्नः उदेति अत्र. एतद् वाक्यमस्ति खलु, तर्हि प्रत्यक्षं प्रति एतादृशं कारणं वक्तव्यं, येन परमाणोः द्वयनुकस्य च प्रत्यक्षं वार्येत इत्युक्ते किम्? कथं तत्र प्रत्यक्षं यथा प्रमाणं प्रमाणो अस्ति, अपि च द्वयनुकम् अस्ति, तत् तत्र प्रत्यक्षं प्रत्यक्षं न भवति, तत् तस्य कारणं किम् अस्ति, तं वारयेत. कथं तस्य प्रत्यक्षं न जातं भवति, एवं वा भगिनि? हा हा, इत्युक्ते प्रायः भवान् अवगतवान् एव, इत्युक्ते तत्र यथा यदा प्रत्यक्षं भवति कस्यचित्, तर्हि तस्मिन् कश्चन कारणम् अस्ति खलु येन प्रत्यक्षं भवति, तत् कारणं तत्र द्वयणुके अपि च परमाणु न स्यात् इति खलु, इत्युक्ते द्वयणुकम् अपि च परमाणु तयोः प्रत्यक्षं तु न भवति, तर्हि तत् कारणं प्रत्यक्षं प्रति यत् कारणम् अस्ति तत् यत् तत्र द्वयणुकम् अपि च परमाणोः प्रत्यक्षस्य कृते अप्रत्यक्षम् इत्युक्ते यत् प्रत्यक्षं न भवति तस्यापि तत्रापि सङ्गच्छते इति, इत्युक्ते तत्र इति तत्र विषयः. अस्तु महोदय, हा अग्रे पठतु. अग्रे पठामि वा भगिनि? हा हा हा. महत्त्वम् इत्युक्ते तत् परिमाणं गुणरूपं, घटः महान् तस्मिन् च महत्त्वं नाम गुणः वर्तते. अनेके द्रव्यत्वम् इत्यस्य समानार्थी शब्दः अनेके द्रव्यत्वं द्रव्यत्वं, यतोहि घटः अनेक द्रव्यवान् अपि साधु घटः अनेके द्रव्यः इति बहुव्रीहिसमासत्वेन तस्मिन् एव अर्थे वक्तुं शक्यते. नाम अनेकानि द्रव्याणि यैः जातः सः अनेक द्रव्यः अथवा अनेकद्रव्यवान्, अतः तस्मिन् अनेके द्रव्यत्वम् अथवा अनेके द्रव्यत्वं द्वयमपि वक्तुं शक्यते. इत्युक्तौ अनेक अयोभूतद्रव्यम् इति फलित अर्थः. महत्त्वं तु तत् गुणः अस्ति, गुणरूपम् अस्ति, घटः महान् घटः महान् तस्मिन् महत्त्वं गुणः वर्तते. अनेकद्रव्यत्वम् इत्यस्य समानार्थी शब्दः अनेकद्रव्यत्वम्, अनेकद्रव्यवत्वम् अपि च अनेकद्रव्यत्वं द्रव्यत्वम् अनेकद्रव्यत्वं समानार्थी शब्दाः सन्ति. यत् घटः अनेकद्रव्यवान् इत्युक्ते यत् तस्मिन् भिन्नभिन्नद्रव्याणि मिलित्वा तस् घटम् उत्पादयति, यथा कपालः, कपालिका, कपालिका अपि च अन्यवस्तूनि तत् मिलित्वा तत् घटम् उत्पादनं भवति. घट अनेक द्रव्य घटः अनेक द्रव्यः अपि वक्तुं शक्यते. घट अनेक द्रव्यवान् अपि च घटः अनेक द्रव्यः तत् वक्तुं शक्नुमः. नाम अनेकानि द्रव्याणि यैः जातः सः अनेक द्रव्य, यैः इत्युक्ते अत्र घटः भगिनि, एवं वा? न, तत्र अनेकानि द्रव्याणि इति अस्ति खलु, यैः इत्युक्ते द्रव्याणि, यैः द्रव्याणि यैः जातः घटः जातः अस्मिन् उदाहरणे जातः सः अनेकद्रव्यः घटः तु अनेकद्रव्यः अथवा अनेकद्रव्यवान् अतः तस्मिन् अनेकद्रव्यत्वम् अथवा अनेकद्रव्यत्वं द्वयमपि वक्तुं शक्यते. घटः एतस्मिन् उदाहरणे घटः अनेकद्रव्यत्वम् अपि अस्ति तस्मिन् अपि च तत् अनेकद्रव्यत्वं न जानामि सम्यक्तया वदामि वा उच्चारणं करोमि वा न किञ्चित् टङ्ग् ट्विस्टर् अस्ति. अनेकद्रव्यत्वं द्वयमपि वक्तुं शक्यते इत्युक्त्वा अनेक अव्यवाभूतद्रव्यम् इति फलितार्था यथा अस्य अस्मिन् सारांशत्वेन वदामः घटः अनेक अव्यभूतद्रव्यम् अस्ति अनेकद्रव्यवाः सन्ति तस्मिन् तथा अनेक अव्यभूतद्रव्यत्वं तथा इति फलितार्थः. अस्मिन् परिच्छेदे भगिनी अत्र महत्त्वम् इत्युक्ते प्रथमम् उक्तं तदनन्तरम् अनेकद्रव्यत्वं किम् अस्ति तस्य किञ्चित् विवरणं भवति एवं वा. हा सत्यम् इत्युक्ते अत्र महत्त्वम् इत्युक्ते वस्तुतः परिमाणस्य विषयः खलु महत् परिमाणम् इति अर्थे अत्र महत्त्वम् इति अपि च तत्र इत्युक्ते घटः महान् अपि अस्ति इत्युक्ते महत्परिमाणद्रव्यम् इति कृत्वा घटः महान् अपि च घटः अनेकद्रव्यवान् अपि खलु अथवा अनेकद्रव्यवान् इत्युक्ते साधारणतया मत्तुप्रयोगेण वयम् अस्मिन् अस्य वा इति वदामः. वस्तुतः अत्र घटे अनेकानि द्रव्याणि सन्ति इति वक्तुं न शक्नुमः खलु यतोहि तत्र अवयवेषु द्रव्यम् अवयवी अस्ति न तु भिन्नरीत्या इति कृत्वा तादृशं वक्तुं न शक्नुमः. तदर्थमेव तत्र विग्रहवाक्यं लिखितमस्ति अनेकानि द्रव्याणि यैः जातः इत्युक्ते भिन्न घटः इति स्वीकुर्मः चेत् कपालिका कपालः इति त्रय्यणुकात् आरभ्य कपालपर्यन्तं तत्र अनेकानि द्रव्याणि अवयवरूपेण सन्ति घटस्य इति कृत्वा तैः जातः द्रव्यं घटः इति अनेकद्रव्यवान् इति घटः भवति. घटः अनेकद्रव्यवान् इत्युक्ते तस्मिन् अनेकद्रव्यवत्वम् अस्ति तद्वत् अनेकद्रव्यः इत्यपि वक्तुं शक्नुमः. अनेकद्रव्यः इति चेत् अनेकद्रव्यत्वम् अपि घटे अस्ति इत्युक्ते अन्ततो गत्वा घटः अनेकानि द्रव्याणि जातः वस्तु इति एव इत्युक्ते अनेकैः द्रव्यैः जातः घटः इति इत्युक्ते तत्र अनेक अवयवभूतद्रव्यम् इत्युक्ते घटस्य अनेकाः अवयवाः सन्ति इति अनेकद्रव्यवान् इत्युक्ते तदेव अर्थः इत्युक्ते यः अनेकद्रव्यवान् सः अनेकाः अवयवाः तस्मिन् क्षम्यतां तस्य अनेकाः अवयवाः सन्ति इति एव. धन्यवादः. सम्यक् सन्ध्या भगिनी भवती पठति वा. आम् अनेकद्रव्यत्वम् इत्युक्ते समवेतद्रव्यत्वं तथा यथा कपालिका समवेतः कपालः तत्र च समवेतः घटः अनेन घटः समवेतसमवेतद्रव्यत्वं घटे अतः घटः समवेतसमवेतद्रव्यं तेन च घटस्य अनेकद्रव्यत्वम् अस्ति अनेके अवयवाः सन्ति इत्यर्थः. एवमेव पटस्य वदामः चेत् तन्त्ववयवे समवेतः तन्तुः तत्र समवेतः पटः अनेन पटे अपि समवेतद्रव्यत्वम् अस्ति. तर्हि पूर्वस्मिन् परिच्छेदे अनेकद्रव्यः घटः वा अनेकद्रव्यवान् घटः इति वयं दृष्टवन्तः. तर्हि अधुना प्रश्नः अस्ति अनेकद्रव्यत्वम् इत्युक्ते किम्? उत्तरमस्ति अनेकद्रव्यत्वम् इत्युक्ते समवेतद्रव्यत्वं। यथा तत्र कपालिका अस्ति, कपालिकायां समवेतः कपालः अस्ति, तर्हि कपालः समवेतः अस्ति, तस्मिन् कपाले समवेतः घटः अस्ति, अतः घटः समवेतः इत्युक्ते अत्र प्रथम समवेतः तत्र कपालः, द्वितीयसमवेतः घटः इति, घटः समवेतः तेन समवेतद्रव्यत्वं घटे अस्ति इत्युक्ते घटः समवेतद्रव्यम् अस्ति घटः। तस्मिन् च पुनः समवेतद्रव्यत्वम् अस्ति इति कृत्वा अनेकद्रव्यत्वम् अस्ति इति, अनेके तत्र अवयवाः सन्ति घटस्य इति अर्थः। अनेकद्रव्यः वा अनेकद्रव्यवान् इत्युक्ते यस्य अनेके अवयवाः सन्ति। एवमेव यदि पटस्य उदाहरणं पश्यामः, तन्तुः तन्तोः यः अवयवः अस्ति तस्मिन् समवेतः अस्ति तन्तुः, पुनः तन्तौ समवेतः घटः पटः अस्ति, अतः पटः अपि समवेतद्रव्यम् अस्ति, समवेतद्रव्यत्वं पटे अस्ति इति। अनेन पटे अपि समवेतद्रव्यत्वम् अस्ति इति आवश्यकं तस्मिन् वाक्ये। हा सत्यम्, इति अथवा अनेन पटः अपि समवेतद्रव्यम् अथवा पटे समवेतद्रव्यत्वं। आम्, अग्रे पठामि किम्? अग्रे सारल्यार्थम् अनेकद्रव्यत्वशब्दस्य व्यवहारः क्रियते। अनेकद्रव्यत्वस्य प्रत्यक्षं प्रति कारणत्वं सङ्गच्छते न वा इति विषये किञ्चित् इतोपि द्रष्टव्यम्। आकाशस्य प्रत्यक्षं न भवति, किमर्थम् इत्युक्तौ तत्र अनेकद्रव्यत्वं नास्ति। आकाशः कुत्रापि समवायसम्बन्धेन वर्तते वा? नैव। द्रव्यं समवायसम्बन्धेन कुत्रचित् भवति इति चेत् कुत्र? स्वस्य अवयवे। आकाशस्य तु अवयवः एव नास्ति, अतः आकाशस्य समवेतसमवेतत्वं न भवति, तदर्थम् आकाशस्य प्रत्यक्षं न भवति। परमाणुरपि समवेतद्रव्यं नास्ति, कुत्रापि समवेतं नास्ति परमाणुः, यतोहि तस्य अवयवः एव नास्ति, अतः तस्यापि प्रत्यक्षं न भवति। व्यणुकं परमाणु समवेतं तु अस्ति, किन्तु परमाणुः कुत्रापि न समवेतः, तस्य फले समवेतसमवेतत्वं व्यणुके अपि नास्ति, अतः प्रत्यक्षं न भवति तस्यापि इति कृत्वा अनेकद्रव्यत्वस्य प्रत्यक्षं प्रति कारणत्वं वदामः चेदपि परमाणौ आकाशादौ च प्रत्यक्षवारणं सम्भवति। तर्हि तत्र यथा पूर्वम् उक्तं, यत्किमपि कारणं प्रत्यक्षं प्रति वदामः, तादृशं कारणं भवेत् येन तत्र यद् परमाणौ वा द्व्यणुके वा आकाशादौ येषां प्रत्यक्षं न भवति तस्मिन् तत् कारणं न भवेत् इति। तर्हि तदेव अत्र प्रदर्शितमस्ति। अनेकद्रव्यत्वम् इति यदि स्वीकुर्मः तर्हि तद् कथं भवति? आकाशे अपि च तत्र परमाणौ इत्यादिकम् अस्ति किम् इति यदि पश्यामः तर्हि आकाशस्य तु तत्र प्रत्यक्षं न भवति, यतोहि अनेकद्रव्यत्वं नास्ति। किमर्थम् इत्युक्ते तत्र आकाशः कुत्रापि समवायसम्बन्धेन न वर्तते, इत्युक्ते आकाशस्य अवयवाः न सन्ति, यतोहि किमपि द्रव्यं स्वस्मिन् अवयवे वा अवयवेषु तत्र समवायसम्बन्धेन भवति, परन्तु आकाशस्य अवयवाः न सन्ति, अतः समवायसम्बन्धेन कुत्रापि न भवति आकाशः। अतः आकाशे समवेतसमवेतत्वं नास्ति, अतः आकाशस्य प्रत्यक्षं न भवति इति वयं दृष्टवन्तः। अतः आकाशस्य विषये अनेकद्रव्यत्वम् अस्ति चेत् एव प्रत्यक्षं भवति इति अत्र वयं द्रष्टुं शक्नुमः। एतस्य अनेकद्रव्यत्वं समवेतसमवेतत्वं नास्ति, अतः आकाशस्य प्रत्यक्षं न भवति। इदानीं परमाणुः अपि तथैव, परमाणोः अपि अवयवाः न सन्ति, अतः कुत्रापि समवेतः नास्ति परमाणुः. तस्मिन् समवेतत्वं समवेतसमवेतत्वम् इत्यादिकं किमपि नास्ति, अतः तस्यापि प्रत्यक्षं न भवति. द्व्यणुकस्य विषये अपि पश्यामः, द्व्यणुकं परमाणौ तु समवेतम् अस्ति, परन्तु परमाणुः कुत्रापि समवेतः नास्ति. अतः द्व्यणुके केवलं समवेतत्वम् अस्ति, समवेतसमवेतत्वं नास्ति, अतः पुनः द्व्यणुकस्यापि प्रत्यक्षं न भवति इति. एतदर्थम् अनेकद्रव्यत्वम् इति यदि प्रत्यक्षं प्रति कारणम् इति यदि वदामः, तर्हि अत्र तत् सङ्गच्छते इति वयं द्रष्टुं शक्नुमः. यतोहि परमाणौ वा आकाशादौ वा द्व्यणुके इत्यादिकम् अनेकद्रव्यत्वं नास्ति, तेषां प्रत्यक्षमपि नास्ति इति. सम्यक्, धन्यवादः भगिनि. लक्ष्मी भगिनी, भवती अग्रे पठितुम् इच्छति वा? लक्ष्मी भगिनी अस्ति वा? अस्तु, राजेन्द्रमहोदय भवान् पठति वा? आं भगिनि. महत्त्वस्य प्रत्यक्षं प्रति कारणत्वं वदामः चेदपि तथा परमाणोः महत्त्वं नास्ति, द्वयणुके अपि महत्त्वं नास्ति, आकाशे परममहत् परिमाणं नाम उत्कृष्टमहत्त्वं नास्ति इत्यतः त्रयाणाम् अपि प्रत्यक्षं वारयितुं शक्यते इदानीं पूर्वं पूर्वस्मिन् परिच्छेदे तु संवेत भवति अथवा न भवति, तत् कारणात् तस्य तत् प्रत्यक्षं न सम्भवति. अत्र महत्त्वस्य दृष्ट्या तत् चिन्तयामः चेत् तत् परमाणोः तु महत्त्वं नास्ति, द्वयणिक अपि महत्त्वं नास्ति. यदि महत्त्वं प्रत्यक्षस्य कारणं वदामः तथा तत् कारणात् तत् परमाणुः अपि च द्वयणिके महत्त्वं नास्ति, तेषां तस्य प्रत्यक्षं न भवति. आकाशे अपि परममहत् परिमाणं भवति, नाम अपकृष्टमहत्त्वं नास्ति. अपकृष्टमहत्त्वम् इत्युक्ते स्मरामि शनिवासरे महोदयेन उक्तम् अपकृष्टमहत्त्वम् इति महत् परिमाणम् इत्युक्ते न्यून इत्युक्ते तत्र आकाशे परममहत् परिमाणम् अस्ति खलु, परममहत् परिमाणम् अस्ति चेत् तस्य प्रत्यक्षं न भवति, मध्यम महत् परिमाणस्य एव प्रत्यक्षं भवति इति वयं पूर्वं दृष्टवन्तः. तर्हि तादृश परममहत् परिमाणस्य अपेक्षया न्यूनपरिमाणम् आकाशे नास्ति. तथैव त्रयाणां यथा त्रयः परमाणोः द्वयोनिके अपि च आकाशस्य प्रत्यक्षं न भवति, यथा तत्र न्यूनं मध्यम परिमाणं न भवति तस्मिन् तेषां तत्र न भवति, तत् कारणात् तत्र तेषां प्रत्यक्षं न सङ्गच्छते. तर्हि अग्रे पठामि भगिनि. तर्हि द्वयोः मध्ये कस्य कारणतः स्वीकारयोग्यम् इति चेत् शरीरकृतलाघवं भवति महत् कारणस्य स्वीकारे. महत्त्वम् इत्युक्ते कश्चन गुणः, अतः तस्मिन् महत्त्वं नाम जातिः अस्ति. प्रत्यक्षं प्रति महत्त्वं कारणम् इति स्वीकारे विद्यमानायाः कारणतयाः अवच्छेदकं भवति महत्त्वजातिः. अत्र किं दत्तमस्ति, अत्र यदि कारणत्वं कृते तस्य महत्त्वं स्वीकार्य अपि च अनेकद्रव्यवत्त्वं स्वीकार्यः भवेत्, तस्मिन् तेषां मध्ये किं स्वीकरणीयो स्वीकार्य योग्या अस्ति तत् अत्र तु महत्त्वं यथा महत्त्वं कारणेन स्वीकुर्मः तत्र शरीरकृतलाघवं लाघवं भवति इति यद्यपि महत्त्वं महत्त्वं जातिः अस्ति जातिः अस्ति तत् महत्त्वं कोऽपि गुणः एकः गुणः अस्ति तत् तस्मिन् महत्त्वं जाति अस्ति तत् कारणात् तस्य शरीरकृतलाघवं लाघवं भवति सः कारणतः अवच्छेदकं भवति तादृशी लाघव शरीरकृतलाघवम् अनेकद्रव्यत्वं तत् नास्ति यथा तत् अग्रे अस्ति धर्मः अस्ति तत् जातिः नास्ति आं भगिनि प्रत्यक्षं प्रति अनेकद्रव्यत्वं कारणम् इति स्वीकार्य कारणतावच्छेदकं भवति अनेकद्रव्यत्वम् इदम् अनेकद्रव्यत्वं जातिः नास्ति अपि तु कश्चन धर्मः सः च धर्मः कीदृशः संवेतद्रव्यत्वं नाम अनेकैः पदार्थैः सिद्धः धर्मः महत्त्वे विद्यमानः जातिः एका एव किन्तु अनेकद्रव्यत्वे विद्यमानधर्मः अनेकैः सिद्धः इति कृत्वा गुरुभूतं महत्त्वे शरीरकृतलाघवम् अनेकद्रव्यत्वे शरीरकृतगौरवम् अत्र शरीरं नाम कारणता अवच्छेदकं गौरवम् इत्यनेन बाहुल्यम् अनेकैः सिद्धम् इति कृत्वा अपि बाहुल्यम् अनेक च द्रव्यत्वं च इति भागद्वयेन अपि बाहुल्यम् अनेकद्रव्यत्वस्य कारणतः अवच्छेदकं गुरुभूतम् इत्यस्मात् अनेकद्रव्यत्वं यद्यपि नियतपूर्ववृत्तिः किन्तु न कारणं भगिनी अत्र एकः प्रश्नः उदेति तत्र यथा अत्र शरीरकृतगौरवम् अस्ति अनेकद्रव्यत्वे तत् एवम् अस्ति वा यथा तत्र भिन्नभिन्न वस्तूनि भिन्नभिन्नद्रव्येषु तस्मिन् बहवः भिन्नभिन्नद्रव्याः सन्ति तत्कारणात् तत्र धर्मः अपि भिन्नभिन्न भवितुम् अर्हति परन्तु यथा महत्त्वं स्वीकुर्मः तत्र तु महत्त्वं जाति अस्ति तथा एकमेव जाति अस्ति तत्कारणात् तत्र लाघवम् एवम् अस्ति वा चिन्तनम् हा इत्युक्ते हा सत्यम् इत्युक्ते समानानां धर्मः एव जातिः खलु सामान्यम् अथवा जातिः कृत्वा तत्तु एक जातिः तु एका एव भवेत् इति कृत्वा तत्रापि लाघवम् अपि च यदा वयम् अनेकानि द्रव्याणि इति वदामः अनेकद्रव्यम् इत्यत्र तर्हि तत्र एकं तु अनेकः इति भागः अस्ति अपि च द्रव्यत्वम् इति भागः इत्युक्ते भागद्वयम् अस्ति खलु न केवलं द्रव्यत्वं परन्तु अनेकद्रव्यत्वम् इति कृत्वा एव तत्र इति एकं तेन किञ्चित् गौरवम् आगच्छति अपि च तत्र द्रव्याणि अपि अनेकानि सन्ति खलु इत्युक्ते अनेकैः द्रव्यैः जातः इति कृत्वा एव तत्र तत्रापि बाहुल्यमस्ति इति कृत्वा यथा अनेकद्रव्येण जातः तथा धर्मः अपि भिन्नाः भवितुम् अर्हन्ति वा धर्मः भिन्नाः भवितुम् अर्हन्ति इति प्रायः तथा नास्ति परन्तु तत्र भिन्न भिन्नभिन्नद्रव्यैः जातः इति कृत्वा तत्र अनेकाः अवयवाः सन्ति खलु इत्युक्ते घटः इत्यत्र कपालः कपालद्वयमस्ति कपालिका अस्ति इति तादृशम् अनेकाः अवयवाः तद्वत् कपालः इति स्वीकुर्मः चेत् तत्र भिन्न अनेकाः अवयवाः खलु इति कृत्वा तत्र बाहुल्यमपि अस्ति अपि च भेदः अपि अस्ति इति कृत्वा तत्र गौरवम् अस्ति इति चिन्तयामि परन्तु महत्त्वम् इति स्वीकुर्मः चेत् यत् महत्त्वं पुस्तके अस्ति सा जातित्वेन तदेव जातिरूपेण तदेव तत्र घटे अपि हा घटे अपि अस्ति अथवा पटे अपि अस्ति इति कृत्वा तत्र लाघवम् अस्ति लाघवम् अस्तु, उक्तवान् खलु अस्मिन् प्रसङ्गे इतोपि किञ्चित् वक्तव्यं वा? प्रयत्नं करोमि पुनश्च तस्य परिच्छेदे किम् अस्ति. प्रत्यक्ष यदा प्रत्यक्षं प्रति अनेकद्रव्यत्वं कारणं स्वीकुर्मः तत्र कारणतः अवच्छेदक भवति अनेकद्रव्यत्वं द्रव्यत्वं त्वं तत् अनेकद्रव्यत्वं जाति अस्ति न कश्चन धर्म जाति न अस्ति परन्तु कश्चन धर्मः अस्ति. शास्त्रधर्मः कीदृशः संवेदसंवेदद्रव्यत्वं यथा पूर्वम् अस्माभिः पठितं संवेदसंवेददव्यत्वं नाम्ना धर्मः अस्ति. तत्र अनेकैः पदार्थैः सिद्धः सः धर्मः अस्ति. महत्त्वे यथा महत्त्वं स्वीकुर्मः एका एक जातिः अस्ति तत्र महत्त्वे महत्त्वं किन्तु अनेकद्रव्यत्वे विद्यमानधर्मः अनेकैः सिद्धः इति कृत्वा तत् गुरुभूतमस्ति. महत्त्वं स्वीकुर्मः तत्र लाघवं भवति तत् परन्तु अनेकद्रव्यत्वे विद्यमानधर्मः स्वीकुर्मः चेत् तत् गुरुभूतम् अस्ति. महत्त्वे शरीरकृतलाघवम् अनेकद्रव्यत्वे शरीरकृतगौरवम्. अत्र शरीरं नाम कारणता अवच्छेदकम् अस्ति यत् महत्त्वे तत् महत्त्वकारणता अवच्छेदक अवच्छेदकं तु महत्त्वजातिः जाति महत्त्वजातिः अस्ति परन्तु अनेकद्रव्यत्वं स्वीकुर्मः चेत् तत्र अनेकैः तत् बाहु गौरवम् अस्ति तस्मिन् तत् बाहुल्यम् अस्ति. अनेकैः सिद्धम् इति कृत्वा अपि बाहुल्यम् अनेक च द्रव्यत्वं च इति भागद्वयेन अपि बाहुल्यं यथा अनेकः स्वीकुर्मः तत्र बाहुल्यम् अस्ति तस्मिन् गौरवम् अस्ति. अनेके चिन्तयामि भगिनी अहम् अवगच्छामि साहित्येन किं किम् अत्र अस्ति परन्तु प्रायशः सम्यक्तया न वक्तुं शक्नोमि. न न सम्यक् एव वदति भवान् तत्र चिन्ता मास्तु. अनेकद्रव्यत्वस्य कारणतः अवच्छेद गुरुभूतम् इत्यस्मात् अनेकद्रव्यत्वं यद्यपि नियतपूर्ववृत्ति किन्तु न कारणम्. अत्र अनेकद्रव्यत्वम् अत्र कियत् पूर्ववृत्तिः अस्ति परन्तु कारणं न भवति यथा तत्र शरीरकृतलाघवं तस्मिन् न अस्ति शरीरकृतगौरवम् एव गुरुभूतम् एव तस्मिन् अस्ति. भगिनी अहं गृहमस्मि अस्ति इदानीम्. अस्तु भगिनी तर्हि भवती एव अग्रे पठतु. अस्तु, एतावता पञ्चम अन्यथासिद्धिः नाम का इति ज्ञातं. तत् सम्बन्ध रासभस्य दृष्टान्तः अपि परिशीलितः. तत्पश्चात् शास्त्रीय उदाहरणं प्रत्यक्षकारणस्य अवलोकनेन लाघवं च शरीरकृतं लाघवं च इत्यनयोः परिचयः जातः. अग्रे द्रष्टव्यं यत् अन्यथासिद्धेषु पञ्चानां सङ्ग्रहः पञ्चमे एव भवति. सर्वप्रथमं प्रश्नः आयाति यत् तथा सति किमर्थं पञ्चविधम् उक्तम्. उत्तरत्वेन केवलशिष्याणां स्पष्टबोधनार्थं केषां अन्यथासिद्धत्वं भवति इति स्पष्टप्रतिपत्यर्थम् एषां पृथक् पृथक् उपन्यासाः. नो चेत् वस्तुतः स्तु पञ्चम अन्यथासिद्धि लक्षणेन एव सर्वेषां सङ्ग्रहं भवति. इदानीं पर्यन्तं वयं चत्वार पञ्च अन्यथासिद्धं दृष्टवन्तः. इदानीं पञ्चमम् अन्यथासिद्धम् आगच्छति किन्तु एतस्मिन् पञ्चमे अन्यथासिद्धं तस्मिन् पूर्व चत्वार अन्यथासिद्ध लक्षणमपि आगच्छन्ति अन्तर्भूत अपि तस्मिन्. तस्य सम्बन्धरासभ्यस्य दृष्टान्त पञ्चम अन्यथासिद्धम् एतस्मिन् उदाहरणमस्ति रासभ्यस्य दृष्टान्त यथा रासभ्य मृत्तिका आनयति घटनिर्माणं प्रति तत् भवति रासभ्य यदि तस्य पुनर्वृत्तित्वम् अस्ति किन्तु आवश्यक कारणं नास्ति तत् रासभ भवति अन्यथा सिद्धं तत्पश्चात् शास्त्रीय उदाहरणं प्रत्यक्षकारणस्य अवलोकनेन लाघवं च शरीरकृतं लाघवञ्च एतनयो परिचयः जातः तदनन्तरं वयं दृष्टवन्तः कथं उदाहरणमस्ति प्रत्यक्ष वस्तुनः प्रत्यक्षं कथं भवति तस्य कारणम् अस्ति महत्त्वं वा अनेकद्रव्यत्वं तस्मिन् द्वयोः अपेक्षा महत्त्वम् इति लाघवम् अस्ति यथा पूर्वं दृष्टवन्तः महत्त्वम् एकं जाति अस्ति तस्य लाघवं स्वीकृत्य तद् भवति आवश्यककारणं प्रत्यक्ष प्रति न तु अनेकद्रव्यत्वं तत् भवति गौरवम् अतः शास्त्रीयरीत्या महत्त्वं स्वीकृत्यमस्ति प्रत्यक्ष प्रति कारणम् अग्रे द्रष्टव्यं यत् अन्यथा सिद्धेषु पञ्चानां सङ्ग्रहं पञ्चमे एव भवति इदानीं वयं द्रक्ष्यामः कथं पूर्वचतुर चत्वारः अन्यथा सिद्धम् इति लक्षणं कथं पञ्चमे लक्षणे इति आगच्छति सर्वप्रथमः प्रश्नः आयाति यत् तथा सति किमर्थं पञ्चविधम् उक्तं प्रश्ने सति केवलं पञ्चमं कथं न दत्तम् अस्ति पूर्वं चत्वारः अन्यथा सिद्धं कथं पूर्वं ते दत्तवान् ते उक्तवन्तः तस्य उत्तरमस्ति बालानां सुखं वा शिष्यानां स्पष्टबोधनार्थम् इति चत्वार अन्यथा सिद्धं पूर्वम् उक्तवन्तः केषां अन्यथा सिद्धत्वं भवति इति स्पष्टप्रतिपत्यर्थम् एषां पृथक् पृथक् उपन्यासाः प्रत्येक अन्यथा सिद्धलक्षणं दत्वा तस्य उदाहरणमपि दत्तमस्ति तदनन्तरं अस्य पृथक् पृथक् कारणानि स्पष्टं करोति तेषां साधनं नो चेत् वस्तुतः पञ्चम अन्यथा सिद्धं लक्षणेन एव सर्वेषां सङ्ग्रहं भवति यदि प्रथम चत्वार अन्यथा सिद्धं लक्षणं न दत्तमस्ति सर्वैः अन्यथा पञ्चम अन्यथा सिद्धं लक्षणेन एव सङ्गृहिता भवन्ति इत्युक्ते तत्र पञ्चम अन्यथा सिद्धेन एव तत्र सर्वे साधनीय भवन्ति अग्रे संध्या भगिनी पठति वा अतः आरम्भे श्लोके उक्तं पञ्चमो रासभादिः चादेतेष्वावश्यकस्त्वसौ अपि च एतदर्थम् अग्रे उक्तं यद् एतेष्विति एतेषु पञ्चस्वन्यथासिद्धेषु मध्ये पञ्चमोऽन्यथासिद्ध आवश्यकः तेनैव परेषां चरितार्थत्वात् तथा हि दण्डादिभिरवश्यक्लुप्तनियतपूर्ववर्तिभिरेव कार्यसम्भवे दण्डत्वादिकम् अन्यथासिद्धं न च वैपरीत्ये किं विनिगमकम् इति वाच्यं दण्डत्वस्य कारणत्वे दण्डघटितपरम्परायाः सम्बन्धत्वकल्पने गौरवात् एवमेव अन्येषामपि अनेनैव चरितार्थत्वं सम्भवतीति बोध्यम् तर्हि तत्र श्लोके यदुक्तं पञ्चमो रासभादिः स्यात्, एतेषु आवश्यकः तु असौ इत्युक्ते तत्र एतेषु पञ्चसु अन्यथा सिद्धिषु तत्र असौ इत्युक्ते पञ्चमः एव आवश्यकः इति. तदर्थमेव अग्रे उक्तम् एतेषु इति, एतेषु पञ्चसु अन्यथा सिद्धेषु पञ्चमः अन्यथा सिद्धः एव आवश्यकः. तेनैव परेषां चरितार्थत्वात् इत्युक्ते तेन एव पञ्चमविध अन्यथा सिद्धेन एव अन्येषामपि तत्र अन्तर्भवनं तत्रैव अस्ति इति, वा तेषामपि निरूपणं पञ्चमविध अन्यथा सिद्धत्वेन एव कर्तुं शक्नुमः इति, या ये तत्र चत्वारः पूर्वं दृष्टवन्तः तेषामपि चरितार्थत्वम् इत्युक्ते निरूपणम् इति मम अवगमनं, वा तेषाम् अन्तर्भवनम् इति. किमपि वदति वा भगिनि? न भगिनि, भवती वदति सम्यक् एव. भगिनि चरितार्थवत् तस्य विग्रह समस्तपदमस्ति, किं भवति चरित चरितार्थ किम्? प्रायः तेनैव परेषां चरितार्थः इत्युक्ते चरितः अर्थः इति एव चिन्तयामि खलु. तर्हि तत्र कर्मधारेः इति एव मम अवगमनम् इत्युक्ते निरूपितः अर्थः तेषाम् इत्यस्मिन् अर्थे. धन्यवादः. अथवा यः अर्थः तत्र सङ्गच्छते इति अर्थे. तथा हि दण्डादिभिरवश्यक्लुप्तनियतपूर्ववर्तिभिरेव कार्यसम्भवे दण्डत्वादिकम् अन्यथा सिद्धम् इत्युक्ते तत्र दण्डः वा तादृश ये पदार्थाः वा यानि द्रव्याणि येषां नियतपूर्ववर्तित्वं तु अस्ति परन्तु अवश्यक्लुप्तत्वम् अपि अस्ति, तर्हि अवश्यक्लुप्तनियतपूर्ववृत्तित्वम् अस्ति दण्डः वा चक्रः वा इत्यादिकं तेषाम्, अपि च तैः एव कार्यसम्भवः कार्योत्पत्तिः भवति. कार्यः कार्यम् इत्युक्ते अत्र घटः, तर्हि दण्डादिभिः दण्डादिकं यद् अवश्यक्लुप्तनियतपूर्ववर्ति अस्ति तैः कार्योत्पत्तिः भवति कार्यसम्भवः भवति. अतः तेन दण्डत्वं वा अन्यत् किमपि यत्किमपि वयं दृष्टवन्तः दण्डरूपम् आकाशः इत्यादिकं तेषाम् अन्यथा सिद्धत्वम् अस्ति, यतोहि अवश्यक्लुप्तत्वं तैः तेषु नास्ति इति. तत्र एकं मम विचारः अस्ति. अपि च अग्रे तत्र तत्र वैपरीत्य किं विनिगमकम् इति न च वाच्यम्. किमर्थं तत्र विपरीतत्वेन न स्वीकुर्मः दण्डत्वम् इति अवश्यक्लुप्तनियतपूर्वभाववर्ति इति किमर्थं न स्वीकुर्मः इति न वाच्यम् इति तत्र अस्ति. किमर्थम् इत्युक्ते दण्डत्वस्य कारणत्वे दण्डघटितपरम्परायाः सम्बन्धत्वकल्पने गौरवात् इत्युक्ते वयं यदि दण्डत्वम् इति यदि कारणरूपेण यदि स्वीकर्तुम् इच्छामः तर्हि तत्र दण्डः अपि कारणं तत्र दण्डत्वम् अपि कारणम् इति यदि स्वीकुर्मः तर्हि दण्डत्वं कथं कारणम् इति यदि प्रश्नः भवति तर्हि तत्र दण्डत्वस्य कारणम् इति वयं यदि वक्तुमिच्छामः तत्र सम्बन्धत्वं यदा आगच्छति तत्र सम्बन्धकल्पनं यदा आगच्छति तत्र गौरवम् अस्ति दण्डस्य अपेक्षया. तत्र दण्डत्वम् इति यदि स्वीकर्तुम् इच्छामः तत्र गौरवम् अस्ति कीदृशम् इति तत्र अग्रे उच्यते. एवमेव अन्येषामपि अनेनैव चरितार्थत्वं सम्भवति इति बोध्यम्. अत्र अनेन इत्युक्ते किं पञ्चम अन्यथा सिद्धत्वेन इति वा एवमेव पञ्चमविधान्यथा सिद्धत्वेन एव अन्येषामपि तत्र निरूपणं भवति सम्भवति इति बोध्यम् अस्माभिः. इत्युक्ते यया रीत्या तत्र दण्डत्वस्य अन्यथा सिद्धं कल्पयामः अथवा वदामः तेनैव रीत्या तत्र अन्यस्य अपि तथा वक्तुं शक्नुमः पञ्चमान्यतासिद्धिं स्वीकृत्य. लक्ष्मी भगिनी भवती अग्रे पठति वा? आं भगिनि. अधुना क्रमेण अवलोकयामः कथं प्रथमचतुर्णाम् अन्यतसिद्धानाम् अन्यतासिद्धानां विचारः समाहितः भवति पञ्चमेन एव. पूर्वं प्रथमविध अन्यतासिद्धत्वप्रसङ्गे परिशीलितं यत् घटं प्रति दण्डकारणस्य पूर्ववृत्तिका दण्डत्वरूपेण गृह्यते इति कृत्वा कार्यं प्रति दण्डत्वम् अन्यतासिद्धम्. सम्प्रति गन्धं प्रति पृथिवीकारणं वा पृथिवीत्वं कारणं वा इति दृष्टान्तेन परिशीलयाम. द्वयोः दृष्टान्तयोः सिद्धान्तः समानः कथनविध अन्यथासिद्धत्वम् अस्तु. अतः प्रश्नः उदेति पञ्चम अन्यथासिद्धेन अन्य प्रथमचतुर् अन्यतसिद्धानाम् अपि सङ्ग्रहः भवति. इत्युक्ते यदि पञ्चमविध अन्यथा सिद्धः एव कथनेन प्रथमचतुर्णाम् अपि तेनैव अन्तर्भूतः भवति इति कथम् इति पश्यामः. प्रथमविध अन्यथा सिद्धत्व स्वीकरोति तत्र किं प्रसङ्गः किम् अस्ति इति चेत् यदि घटनिर्माणार्थं दण्डस्य आवश्यकं भवति तत्र दण्डम् इति दण्डस्य पूर्ववृत्तिता तत् कारणं भवति. यदि दण्डत्वरूपेण अपि कारणं भवति वा दण्डत्वरूपेण यत् कारणं भवति तत् अन्यथासिद्धत्वेन गृह्यते तदेव प्रथमविधस्य अन्यथासिद्धम् इत्युक्ते दण्डत्वम् इति धर्मः तत्र प्रथमविध अन्यथा सिद्धं कार्यं प्रति. अन्य उदाहरणमस्ति गन्धं प्रति पृथिवी कारणं वा नो चेत् पृथिवीत्वं गन्धं प्रति कारणं वा इति अधुना परिशीलयिष्यामः. अत्र उभयोः उदाहरणयोः सिद्धान्तः समानः एव इत्युक्ते दण्डत्वम् अनन्तरं पृथिवीत्वं तत्र प्रथमविध अन्यथा सिद्धत्वम् एव कारणं भवति. अस्तु, गन्धम् इति कार्यं तत्र पृथिवी इति कारणं वा पृथिवीत्वम् इति कारणं वा इति प्रश्नः खलु. गन्धमिति कार्यं तत्र पृथिवी इति कारणम् अपि च यथा दण्ड घटः इति कार्यं खलु घटस्य कारणं दण्डः दण्डत्वं वा अथवा केवलं दण्डः वा इति प्रश्नः भवति खलु. तद्वत् गन्धस्यापि तत्र पृथिवी कारणं पृथ्वीत्वं कारणं वा इति प्रश्नः. उभयोः दृष्टान्तयोः सिद्धान्तः समानः प्रथमविध अन्यथा सिद्धत्वम् इत्युक्ते तत्र दण्डत्वं कारणं नास्ति अन्यथा सिद्धम् इति वयं प्रथमविध अन्यथा सिद्धं स्वीकृत्य उक्तवन्तः खलु. इत्युक्ते येन धर्मेण तत्र कारणं स्वीकुर्मः येन कारणम् अवचिद्यते सः तु कारणं न भवति अन्यथासिद्धमेव इति. इत्युक्ते दण्डत्वेन दण्डः अवचिद्यते तद्वत् पृथ्वीत्वेन पृथ्वी अवचिद्यते पृथ्वीत्वेन तर्हि पृथ्वीत्वं न भवति कारणम् इति प्रथमविध अन्यथासिद्धं स्वीकृत्य वयं निरूपयितुं शक्नुमः. इदानीं पञ्चविध पञ्चमविध अन्यथासिद्धं यदस्ति तेनैव तादृशनिर्वाहः भवति वा इति इदानीं चिन्तनम्. अस्तु, किन्तु भगिनी पृथिवी इति समवायकारणं खलु गन्तं प्रति, किन्तु पृथिवीत्वम् अन्यथा सिद्धत्व सिद्धः. हा, पृथिवी इति सत्यं सत्यम् इत्युक्ते तत्र कीदृशं कारणम् इति तत्र मुख्यता नास्ति खलु, कारणस्य अवच्छेदकधर्मः इति एव तत्र विषयः. अस्तु, अग्रे अपि पठतु भगिनि. अस्तु, तर्हि गन्धं प्रति पृथिवी कारणं वा पृथिवीत्वं कारणं वा? पृथिवीत्वं समवायसम्बन्धेन तृतीयाम्, अपि च गन्धः समवायेन उत्पद्यते तृतीयाम्, तर्हि द्वयोः समानाधिकरण्यम् अस्ति. पृथिवीत्वं सदा कार्याधिकरणे तृतीयाम् अस्ति, अपि च कार्योत्पत्तेः पूर्वक्षणे अस्ति, कार्यनियतपूर्ववृत्तित्वम् अस्ति. तर्हि किमर्थं गन्धं प्रति पृथिवीत्वम् असमवायिकारणं न स्यात्? अधुना अन्यथासिद्धिशून्यत्वे सति कार्यनियतपूर्ववृत्तित्वं कारणस्य लक्षणम् इत्यस्मात् केवलं कार्यनियतपूर्ववृत्तित्वं वर्तते चेत् पर्याप्तं नास्ति इति तु जानीमः. अन्यथासिद्धिशून्यत्वम् अपि भवेत्. सम्प्रति पृथिवीत्वम् अन्यथासिद्धम् अस्ति न वा इति द्रष्टव्यम्. वस्तुतस्तु येन सह पूर्वभावः कारणस्य पूर्ववृत्तिता येन रूपेण गृह्यते कार्यं प्रति तद्रूपम् अन्यथासिद्धम् इति अर्थः. इति प्रथमविधया पृथिवी पृथिवीत्वेन रूपेण गन्धं प्रति कारणम् इति पूर्वमेव दृष्ट्वा ज्ञातम् अस्माभिः यद् गन्धं प्रति पृथिवीत्वम् अन्यथासिद्धम्. सम्प्रति पञ्चमविधया एतदेव साधयिष्यते. अस्तु, अस्तु, अत्र अत्र प्रश्नः अस्ति गन्धं प्रति गन्धम् इति कार्यं गन्धं प्रति पृथिवी कारणं वा पृथिवीत्वं कारणं वा इति प्रश्नः अस्ति. पृथिवीत्वं पृथ्व्यां समवायसम्बन्धेन अस्ति. पृथ्वीत्वम् इति धर्मः पृथ्व्यां समवायसम्बन्धेन अस्ति. गन्धः अपि गन्धः इति गुणः पृथ्व्या समवायसम्बन्धेन अस्ति. अतः अतः पृथ्वीत्वं गन्धः द्वयोः अपि पृथ्व्यां समानाधिकरण्यं पृथिवीत्वं सदा कार्यादिकरणे पृथ्व्याम् अस्ति. अपि च अस्तु, पृथिवीत्वं पृथिवीत्वम् इति धर्मः सदा कार्याधिकरणे कार्याधिकरणः अस्तु. गन्धः इति कार्यं तस्य कार्याधिकरणं पृथ्वी अस्ति. पृथिवीत्वमपि सर्वदा कार्याधिकरणे एव अस्ति, अपि च कार्य उत्पत्तेः पूर्वक्षणे एव अस्ति. अतः अतः कार्यनियतपूर्ववृत्तित्वं वृत्तित्वं पृथ्वी अस्ति. पृथिवीत्वं यदि कार्यस्य पूर्वक्षणे एव अस्ति इति कृत्वा गन्धं प्रति पृथिवीत्वं किमर्थम् असमवायिकारणं न स्यात् इति प्रश्नः अस्ति. अत्र अधुना अन्यथा सिद्धिशून्यत्वे सति कार्यनेतपूर्ववृत्तित्वं कारणस्य लक्षणम् इति अस्मात् केवलं कार्यनियतपूर्ववृत्तित्वं वर्तते चेत् पर्याप्तं नास्ति इति जानीमः. अस्तु, अत्र वाक्यं वदति यत् यदि अस्तु केवलं कार्यस्य पूर्वम् एव तस्य पूर्वक्षणे एव अस्ति कार्यनियतपूर्ववृत्तित्वम् एव कारणस्य कार्यनीतपूर्ववृत्तित्वम् एव वर्तते चेत् तत् पर्याप्तं नास्ति इति जानीमः. अस्तु, अन्यथासिद्धि शून्यत्वे सति कार्यनीतपूर्ववृत्तित्वं कारणस्य लक्षणम्. ओ अस्तु, अस्तु, कारणस्य लक्षणम् अस्तु, कारणस्य लक्षणं वाक्यमस्ति अन्यथासिद्धिशून्यत्वे सति कार्यनियतपूर्ववृत्तित्वं पूर्ववृत्तित्वं कारणं. सो कारणम् अन्यथासिद्ध कारणस्य लक्षणं ये भवति तत् अन्यथा तस्मिन् अन्यथा सिद्धि अन्यथा सिद्धि इति न भवत् अन्यथा सिद्धि सिद्धेः शून्यत्वम् अन्यथा सिद्धिः तस्मिन् कारणे अस्ति नास्ति अपि च नियतपूर्ववृत्तित्वम् अपि अस्ति तादृशकारणमेव ओके अस्तु यदि कारणस्य लक्षणवाक्यं केवलं कार्यनियतपूर्ववृत्तित्वम् अस्ति चेत् तत्र किमपि दोषं स्यात् प्रायः अतिव्याप्तिदोषं खलु अतः एतत् दलमपि योजितम् अन्यथा सिद्धशून्यत्वे सति इति अन्यथा सिद्धशून्यत्वे सति कार्यनियतपूर्ववृत्तित्वम् इति दलद्वयम् अस्ति सत्यम् इतोपि वयम् उक्तवन्तः खलु कार्यनियतपूर्ववर्तित्वम् इति केवलं वदामः चेत् तत्र पिपीलिका इति तत्र घटनिर्माणसमये कपाले अस्ति चेदपि तत् कारणं भवेत् परन्तु तादृशपिपीलिका कारणं नास्ति इति कृत्वा एव अन्यथा शुद्धशून्यत्वे सति कार्यनियतपूर्ववृत्तित्वम् इति तत्र दलद्वयं स्थापितम् तर्हि इदानीं पृथ्वीत्वम् इति कारणं वा न वा इति परिशीलयामः चेत् तत्र तस्य परिशीलनार्थं तत्र एकं तु पृथ्वीत्वे नियतपूर्ववर्तित्वम् अस्ति वा इति एकं द्रष्टव्यं नियतपूर्ववृत्तित्वम् इति अपि च अन्यथा सिद्धशून्यत्वम् अपि अस्ति वा इति खलु नियतपूर्ववृत्तित्वं तु अस्ति इति वयम् उक्तवन्तः यतोहि पृथ्व्यां पृथ्वीत्वम् इति सर्वदा अस्ति एव पृथ्वी इत्येव कार्याधिकरणं गन्धस्य इति कृत्वा नियतपूर्ववृत्तित्वं तु पृथ्वीत्वे अस्ति परन्तु अन्यथा सिद्धि शून्यत्वम् अपि अस्ति वा इति वयं न वा इति इदानीं परिशीलनीयम् अस्तु अवगतं भगिनि अन्यथा सिद्धिशून्यत्वम् अपि भवेत् सम्प्रति पृथिवीत्वम् अन्यथा सिद्धम् अस्ति न वा इति द्रष्टव्यम् अस्तु यथा भवती उक्तवती कार्यनेतपूर्ववृत्तित्वं तु अस्ति एव किन्तु अन्यथा सिद्धम् अस्ति वा इति द्रष्टव्यम् वस्तुतस्तु येन सह पूर्वभावः कारणस्य पूर्ववृत्तिता येन रूपेण गृह्यते कार्यं प्रति तद्रूपम् अन्यथा सिद्धम् इति अर्थः कारणस्य पूर्ववृत्तिता येन रूपेण गृह्यते अत्र उदाहरणत्वेन पृथिवी पृथिवीत्वम् इति रूपेण गृह्यते चेत् तद्रूपम् अन्यथा सिद्धम् इति अर्थः इति वाक्यं वदति किन्तु सम्यक्तया कथं प्रतिपादयामि इति अहं चिन्तयामि इत्युक्ते एतत्तु प्रथमविधान्यता सिद्धं खलु यथा वयं पूर्वं दृष्टवन्तः इत्युक्ते तत्र यया रीत्या तत्र दण्डत्वेन दण्डः इति वयं ज्ञात्वा दण्डम् इति कारणं भवति तद्वत् पृथ्वी इति गन्धस्य कारणं भवति यतोहि तस्मिन् पृथ्वीत्वम् अस्ति इति कृत्वा खलु इत्युक्ते पृथ्वी इति पृथ्वीत्वेन अवच्छिद्यते पृथ्वीत्वेन अवच्छिद्यते खलु एका दण्डः दण्डत्वेन अवच्छिद्यते तर्हि तत्तु प्रथमविध अन्यथा यथा वयं पूर्वं दृष्टवन्तः एतत्तु यद्वयं पूर्वं ज्ञातवन्तः एव इत्युक्ते तत्र दण्डत्वम् इति अन्यथा सिद्धः भवति प्रथमविध अन्यथा सिद्धं स्वीकृत्य तद्वत् पृथ्वीत्वमपि अन्यथा सिद्धं भवति प्रथमविध अन्यथा सिद्धम् इति स्वीकृत्य एतत्तु वयं जानीमः परन्तु इदानीम् अस्माभिः परिशीलनीयं यत् पञ्चमविध अन्यथा सिद्धं स्वीकृत्य अपि तथा वक्तुं शक्नुमः वा पृथ्वीत्वम् इति अन्यथा सिद्धम् इति भवति वा यतोहि इदानीम् अस्माकं प्रसङ्गः अस्ति पञ्चमविध अन्यथा सिद्धः एव सिद्धमेव पर्याप्तं तत्र पञ्चविधाः इति आवश्यक तस्य आवश्यकता नास्ति, परन्तु केवलं पञ्चमविधं यदस्ति आवश्यकृतनियतपूर्ववृत्तित्वम् इति, तत् स्वीकृत्य एव सर्वेषाम् अन्यतासिद्धानामपि निरूपणं कर्तुं शक्नुमः इति इदानीम् अस्माकं प्रसङ्गः. तर्हि अस्मिन् परिच्छेदे यदस्ति तत्तु वयं यत् पूर्वं पठितवन्तः किञ्चित् पुनस्मरणत्वेन एव अस्ति. अक्षरेषु यः वाक्यः सन्ति तत्र कारणस्य पूर्वपृत्तिका येन रूपेण दृश्यते कार्यं प्रति तद्रूपम् अन्यथा सिद्धम् इति अर्थः. कारणस्य पूर्वपृत्तिका अत्र अस्तु पृथिवीत्वं पृथिवी अपि गृह्यते, पृथिवीत्वम् अपि गृह्यते. एतत्तु प्रथमविध अन्यतासिद्धः अस्ति खलु यद्वयं दृष्टवन्तः, दण्डः गृह्यते दण्डत्वेन, तद्वत् स्वीकृत्यते पृथ्वीत्वेन इति कृत्वा प्रथमविध अन्यतासिद्धं तु भवति एव. अस्तु इति कृत्वा वस्तुतः तत्र पृथ्वीत्वे कारणं नास्ति, यतोहि अन्यताशुद्धशून्यत्वम् इति नास्ति. प्रथमविध अन्यताशून्य अन्यताशुद्धत्वं तु अस्ति, परन्तु इदानीम् अस्माकं परिशीलनं प्रचलति यत् पञ्चमविध अन्यतासिद्धम् अपि अत्र वक्तुं शक्नुमः वा न वा इति. अस्तु सरला भगिनी भवती एव अग्रे पठति वा? आं भगिनि. पञ्चमविधया किं वक्तव्यं? गन्धं प्रति पृथ्व्याः अपेक्षया पृथ्वीत्वस्य कारणविषये गौरवं वर्तते. गौरवं लाघवं च त्रिविधम् इति पूर्वम् उक्तम्, उपस्थितिकृतं शरीरकृतं सम्बन्धकृतं च. पृथ्वीत्वस्य कारणतस्वीकारे उपस्थितिकृतगौरवम् अस्ति, शरीरकृतगौरवमपि अस्ति. तर्हि प्रथमतया उपस्थितिकृतं लाघवम्, उपस्थितिकृतगौरवं, शरीरकृतलाघवं, शरीरकृतगौरवं च किम् इति द्रष्टव्यम्. इदानीं पञ्चमविधया पञ्चमविध अन्यथासिद्धं लक्षणं यत् अस्ति तस्य प्रति किं वक्तव्यं भवति? गन्धं प्रति पृथ्व्या वा पृथ्वीत्वं कः कारणं भवति गन्धं प्रति? उत्तरमस्ति पृथ्वीत्वस्य कारणं गौरवम् अस्ति. गौरवं वा लाघवं किम् अस्ति तस्य त्रिविध विभजनं भवति, उपस्थीकृत शरीरकृत सम्बन्धकृत. तेषां पुनः द्विविधं भजनं भवति, लाघवं च गौरवं च. प्रथमं उपस्थिति प्रतीकस्य लाघवं गौरवं किम् अस्ति तत् द्रष्टव्यं. तस्य पूर्वं यदि वयं तस्य तदनन्तरं वयं साधनं कर्तुं शक्नुमः पृथ्वी तस्य कारणं गौरवं कथं भवति गन्धं प्रति. सम्यक् भगिनि, धन्यवादः. इति एतावत्पर्यन्तमेव शनिवासरकक्षायाम् अभवत्, तर्हि वयमपि अत्र स्थगयितुं शक्नुमः. प्रश्नः अस्ति चेत् कृपया पृच्छतु, तस्य किञ्चित् चर्चा इदानीं कर्तुं शक्नुमः, नो चेत् अत्र स्थगयामः. भगिनी, अनेकद्रव्यत्वं यथा राजेन्द्रमहोदय उक्तवान्, न केवलम् अनेक अवयवाः किन्तु अनेकद्रव्या अपि भवितुं शक्नोति, यथा शरीरं पञ्चभूतानि मिश्रं भवति शरीरस्य, घट अपि न केवलं मृत्तिका अस्ति घटे किन्तु जलं वायुतेजस्य मिश्रणं भवति घटनिर्माणं प्रति. सर्वे अन्य द्रव्याणि अपि अनेकानि सन्ति, तत् साधु अनेकद्रव्यम् इत्युक्ते तत्र अनेक अवयवाः इति एव भगिनि, इत्युक्ते तत्र जलमपि अवयवः एव खलु घटं प्रति, इत्युक्ते यत्किमपि यत्किमपि द्रव्यम् अस्ति अवयव घटे अथवा घटस्य तत्सर्वं तत्र अवयवरूपेण एव अस्ति. सो प्रत्येक अवयवे अनेकद्रव्याः अपि सन्ति. न तथा वक्तुं न शक्नुमः, परन्तु घटस्य अनेक अवयवाः सन्ति, तद्वत् कपालस्य अपि. परन्तु यदा परमाणुपर्यन्तं गच्छामः तर्हि परमाणु अपि अवयवः घटस्य, परन्तु परमाणौ अनेक अवयवाः न सन्ति. प्रत्येकस्य अवयवस्य अनेक अवयवाः इति वक्तुं न शक्नुमः, परन्तु यस्य द्रव्यस्य प्रत्यक्षं भवति तस्य अवयव तस्य द्रव्यस्य अनेक अवयवाः सन्ति इति वक्तुं शक्नुमः. परन्तु एक अवयव तस्मिन् बहव परमाणोः मिश्रं भवितुं शक्नोति. न न शक्नोति, न शक्नोति इति अहं न उक्तवती. किं वदामि इत्युक्ते सर्वे अवयवाः तथा इति वक्तुं न शक्नुमः, यतोहि घटस्य कपालः अपि अवयवः, परमाणुः अपि अवयवः. कपालः तु यथा भवती उक्तवती तद्वत् इत्युक्ते अनेक अनेक अवयवाः कपालस्य सन्ति, परन्तु परमाणुः तथा नास्ति इति कृत्वा सर्वे अवयवाः अनेक द्रव्यः इति वक्तुं न शक्नुमः घटस्य. अस्तु भगिनि, मम एकः प्रश्नः अस्ति. अत्र अनेक द्रव्यत्वम् इति पदः अस्ति, इत्युक्ते तत्र द्विवारं स्वप्रत्ययः योजितम्. एकवारं कुर्मः चेत् तत्र आदेयः किम् इति अस्ति, पुनः पुनः द्विवारंविषयः खलु. एकक्षणं क्षम्यतां भगिनि, तत्र द्विवारं त्वल् प्रत्ययः नास्ति, तत्र अनेकद्रव्यवत्त्वम् इति अस्ति. तर्हि अनेकद्रव्यवान् अस्ति घटः, इत्युक्ते घटस्य अनेकद्रव्य द्रव्याणि सन्ति इति. अनेकद्रव्यवान् इत्यस्य भावः अनेकद्रव्यवत्त्वम्, अथवा घटः साक्षात् अनेकद्रव्यः अनेकद्रव्यत्वम् इति. इत्युक्ते अनेकद्रव्यः अनेकद्रव्यवान् द्वयोः अपि अर्थः समानः. अस्तु, अनेकद्रव्यवत्त्वम् अनेकद्रव्यवत्त्वम् इति तत् समीचीनम्. अत्र वाक्यम् अत्र अस्ति, प्रत्यक्षं प्रति अनेकद्रव्यत्वं कारणति स्वीकारे कारणता अवच्छेदकम् भवति. ओ अनेकद्रव्यत्वम्, ओ अनेकद्रव्यत्वम् इति स्वीकारे कारणता अवच्छेदकं भवति अनेकद्रव्यत्वम्. ओ अनेकद्रव्यत्वस्य अवच्छेदकः अनेकद्रव्यत्वम् इति द्विवारं तत्र त्वप्रत्ययः अस्ति. भगिनी यथावं पूर्वं दृष्टवन्तः न, गन्ध अस्ति, गन्धवती पृथ्वी, तदनन्तरं गन्धवत्वं भवति पृथ्व्या लक्षणं, तथैव अस्ति अत्र द्रव्य अनेकद्रव्यवत्वं समानस्तरे आगच्छति गन्धस्य गन्धवती गन्धवत्वं. द्रव्यवत्त्वम् अपि अस्ति, द्रव्यत्वम् अपि अस्ति, अतः मम समः जातः. अत्र सरला भगिनी, लक्ष्मीभगिन्याः प्रश्नः किञ्चित् भिन्नः, इत्युक्ते तत्र द्रव्यवत्त्वम् इत्यस्मिन् द्रव्यवत्त्वम् इति अस्ति अथवा द्रव्यत्वम् इति अस्ति, तत्र द्विवारं त्वल् अत्र त्वल् प्रत्ययः अस्ति, तत्रैव तस्याः प्रश्नः. इदानीं सम्यक् खलु भगिनि? आं भगिनि, इदानीं सम्यक्. द्रव्यवत्त्वमस्ति, द्रव्यत्वम् इति अस्ति, प्रत्यक्षं प्रति अनेकद्रव्यत्वं कारणमिति स्वीकारे कारणता अवच्छेदकं भवति अनेकद्रव्यत्वम् इति. सम्यक्, तर्हि प्रश्नः नास्ति चेत् अत्र स्थगयामः. धन्यवादः, शुभरात्रिः आगामिकक्षायां. धन्यवादः भगिनी, नमस्कार. भगिनी एतत् 4 जुलै विरामः भवति वा न? वीकेण्ड्